अधुना भवान् आरब्धवान् इति मन्ये. आरब्धवान्, परन्तु इदानीं सर्वे इदानीं को होस्ट् करोमि चेत् सर्वे कर्तुं शक्नुवन्ति एव. चिन्ता नास्ति महोदय, अनन्तरं पश्यामः. तदपि स्थापयामि. महोदय अपि आगतवती. नमस्ते. नमस्ते महोदय. नमस्ते महोदय. नमस्ते महोदय. मया विलम्बः जातः किम्? न न, इदानीमेव सर्वे आगच्छन्ति. अस्तु. महोदय, अद्य अहं शृणोमि महोदय, अहं न पठितवती, समयं न प्राप्तवती, तदर्थम्. अतः क्लेशः क्लेशः कः भवति भगिनि? पठतु, अत्र एव चिन्ता नास्ति. अहमपि तदेव कृतवान् मया. अद्य मम मित्रस्य षष्ट्यब्दपूर्तिः आसीत्, तदर्थं गतवती. अहमपि कदाचित् पूर्वसिद्धताम् अकृत्वा एव आगच्छामि खलु. चिन्ता नास्ति. नमस्ते महोदय, अहमपि केवलं श्रोष्यामि. पार्श्वे शिशुः अस्ति. धन्यवादः. कुत्र गतम् एतत्? अथवा मासात् संस्कृतपठनं तस्य. आम्. प्रार्थनां वदामि. ओ, विमला भगिनी अपि अस्ति अद्य. आम् आम् महोदय, अहमस्मि. ओ, भवत्याः पौत्रः वा दौहित्रः वा दौहित्री वा? दौहित्री. ओ, उत्तमं. नाम किम्? आर्या. ओ, उत्तमम्. अस्तु महोदय, अहं श्रोष्यामि. प्रार्थनां वदामि. सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमान्ये वन्दे संस्कृतमातरं. हिन्दुधर्मं समाजञ्च पवित्रां संस्कृतिं कथा संरक्षणम्. अस्तु, कुतः पठनीयम् इति उक्तं. द्वितीये अङ्के कः श्लोकः महोदय? तत्र प्रथमश्लोकमपि पठति वा? प्रार्थनाश्लोकं तत् पठनीयम्. मर्त्यरूपेण भगवान् अवतीर्णो भुवि श्रिया, अभिषिक्तो जितारिश्री रामो रक्षतु नश्चिरम्. दीर्घवचनानि सर्वाणि पठितानि गतसप्ताहे इति चिन्तयामि अहम्. इदानीं श्लोकस्य पठनं प्रारब्धव्यं खलु? आम्, कृष्णस्य षष्ठः श्लोकः पठनीयः इति. पञ्चमः एव वा? अस्तु, कृष्णेन कथितम् आरभ्यताम्. प्रत्यक्षदेवताम् आराधयन्तु भवन्तः. गोवर्धनगिरिरेषः प्रत्यक्षं देवता व्रजस्थानां, तृणजलवितरणशीलः सुरभिततिं पालयत्यनिशम्. पुनः गोवर्धन प्रत्यक्षं देवता व्रजस्थानां, तृणजलवितरणशीलः सुरभिततिं पालयत्यनिशम्. तर्हि गोवर्धनगिरिरेषः प्रत्यक्षं देवता व्रजस्थानां, तृणजलवितरणशीलः सुरभिततिं पालयति अनिशम्. तर्हि अत्र व्रजस्थानाम् इत्युक्ते तेषां स्थानं किल व्रजस्थानां इति तेषां स्थानं किल व्रजजनाः व्रजदेशः अस्ति किल. आम् आम् यथा ग्रामस्थः नगरस्थः तत्र व्रजस्थाः जनानां गोवर्धनगिरिः ईशः गिरिरेषः गोवर्धनगिरिः रजस्थानां प्रत्यक्षं देवता प्रत्यक्षमस्ति. अपि च तृणजलवितरणशीलः अस्ति गोवर्धनगिरिः. तर्हि तृणजलवितरणशीलः एषः गोवर्धनगिरिः रजस्थानां प्रत्यक्षं देवता. अनिशं सुरभिततिं पालयति. उत्तमं पालयति. बहु सरलः एव अस्ति. सुरभिततिं पालयति इत्युक्ते कः अर्थः? सुरभि इत्युक्ते गावः, ततिः इत्युक्ते समूहः, गवां समूहं पालयति इति. यतः गवां कृते किम् आवश्यकम्? आहारम् इति तृणम्, आहारः इति तृणम्. अनन्तरं पुनः जलं, सर्वेषां जीविनां जलम् अत्यावश्यकं वस्तु भवति. अतः अत्र तृणमपि ददाति, जलमपि ददाति इति. यतः पर्वतस्य साहाय्येन एव खलु वृष्टिः भवति, अतः एव जलपूर्णं भवति बृन्दावनम् इति पूर्वमेव इन्द्रेण उक्तं. तत्र तत्र जलपातः जलपाताः सन्ति इति अपि उक्तं खलु तेन. अतः जलमपि ददाति, तृणमपि ददाति, वितरणशीलः. तेषां वितरणे सः शीलवान् इति तृणतरणशीलः अस्तु. अतः अस्माकं प्रत्यक्षं देवता सः. अनन्तरं ये अपि पठ्यते किम्? इन्द्रः स्वागतं. हन्त मया निर्जितस्य वरिवस्य. यत्र यत्र वचनानि भवन्ति द्वयेन पठ्यताम्. आनन्दं साधुक्तं कृष्ण साधुक्तं. तर्हि समर्पयन्तु पक्वपदार्थान् सादरं करुणया प्रतिगृह्णात्ययम्. समर्पयन्तु पक्वपदार्थान् सादरं कः अत्र सन्देहः? न महोदय, जनान्तिकं पश्व. पूर्वतने श्लोके सुरभि ततिम् इति अस्ति खलु, कः अर्थः ततिम्? गवां समूहः इति. समूहः इति, ततिः इत्युक्ते समूहः. सुरभिः गौः गवां समूहं पालयति. इन्द्रः वदति, पश्यति देवते न पारयामि द्रष्टुम्, आयाहि गच्छामः. कामधेनुं प्रति वदति. आम्, जनान्तिकं मा कुप्यतु भवान्, पश्यामस्तावत् किं प्रचलिष्यति इति. सर्वे तथास्तु इति साञ्जलिबन्धं पर्वताभिमुखं तिष्ठन्ति. स्वागतं. हन्त न सहे भवतु, प्रत्यूहम् आपादयामि इति रूपान्तरम् अवलम्ब्य गगने तिष्ठति. प्रत्यूहम् आपादयामि, विघ्नं कारयामि इति. ओ नन्दः, अधुना सभयं विलोक्य हन्त कृष्ण पश्य तावत् सुरक्तकुटिले क्षणो सुरक्तकुटिले क्षणो वलितरङ्गितोच्चालिकः प्रलम्बचुबुकस्फुरत् पृथक् पृथुलशोणलम्बाधरः आरालक अरालक अरालक चमस् चमस्तकः प्रचलकुन्तल स्तुन् कुन्तलस्तुन्दिलो प्रचलकुन्तलस्तुन्दिलो महानभिपातत्यये महानभिपतत्यये वियतिकोऽपि भूतोऽसि भूतोऽसितः मालिनी वा पुनः एकवारं श्लोकं पठ वियति कोऽपि भूतोऽसितः आहा अहं न जानामि महोदय तत्र किम् अस्ति इति सुरक्तकुटिले क्षणो वलितरङ्गितोच्छालिकः प्रलम्बि प्रलम्बचुबुकः वलितरङ्गितोच्छालिकः इति चकारद्वयमपि महाप्राण अल्पप्राणः एव ओ वलितरङ्गितोच्चालिकः प्रलम्बचुबुकस्फुरस्पृथले पृथुले पृथुलशोणलम्बाधरः पृथुलशोणलम्बाधरः अरालकचमस्तकः प्रचलकुन्तलस्तुन्दिलो महानभिपतत्यये व्यतिकोऽपि भूतोऽसितः प्रायः तत्र भयं पदविभागं करोतु सुरक्तकुटिले क्षणः वलितरङ्गितोच्चालिकः प्रलम्बचुबुकस्फुरत् स्फुरत् स्फुरत् पृथल् पृथलशोणलम्बाधरः एकमेव इति मन्ये अरालकचमस्तकः प्रचलकुन्तल कुन्तलस्तुन्दिलः प्रचलकुन्तलः प्रचलकुन्तलः तुन्दिलः महानभिपतत् महान् अभिपतति अये अभिपतति अये वियति को कः अपि भूतः असितः अत्र भूतः भूतस्य विषये वदति भूतः इति वदति भूतः असितः अत्र कोऽपि भूतः असितः इति वदति अस्ति अस्ति इति वियति आकाशे आकाशे कोऽपि भूतः असितः कीदृशः भूतः इति एव सर्वं तत्र इति मन्ये अत्रैव एकं विशेषणम् आगतम् असितः इति अतः कृष्णवर्णीयः असितः कृष्णवर्णी सुरक्तकुटिले क्षणः इत्युक्ते अक्षिणी कथमस्ति इति रक्त रक्तवर्णं कुटिलम् अपि सुरक्तकुटिल कुटिले क्षणे रक्तवर्णीयं वक्रं च अस्ति क्षणं तस्य अनन्तरं वलि तरङ्गितोच्चालिकः वलितरङ्गितोच्चालिकः अत्र मम तरङ्गित तरङ्गितोच्चालिकः तरङ्गः इव अस्ति अत्र तरङ्गितोच्चालकः इत्युक्ते अत्र तरङ्गपङ्क्तिः इति वलितरङ्गित इति तरङ्गपङ्क्तिः एव उच्चालयन् बहु उपरि उच्चैः चालयन् आगच्छति इव आगच्छति इव सः भूतः आगच्छन् अस्ति ओके वलितरङ्गितोच्चालिकः वलितरङ्गाः इव उच्चैः आगताः आगतः इव आगतः आनयति इव आनयति इव उच्चालयति इत्युक्ते सः एव उच्चालयति तस्य भीकर वायु सः यदा तथा गर्जनं कुर्वन् आगच्छति तदा तस्य प्रचण्डवायुः अपि वाति तेन तरङ्गाः उच्चैः उद्गताः भवन्ति इति अतः तथा तादृशवेगेन तादृशबलेन सः आगच्छति इति अनन्तरमस्ति प्रलम्बचुबुकस्फुरत् पृथुलशोणलम्बाधरः पृथुलशोणलम्बाधरः कथं पुनः इत्युक्ते प्रलम्बचुबुकस्फुरत् तत्र स्फुरत् शोणलम्बाधरः इति तत्र स्वीकरोतु प्रबं प्रबल क्षम्यतां प्रलम्बचुबुकः इति स्वीकरोतु तत्र सकारद्वयम् अस्ति खलु प्रलम्बचुबुकः अनन्तरं प्रलम्बचुबुकः इत्युक्ते तत्र मुखं लम्बमस्ति तथा वा आमां तत् बहु लम्बितम् अस्ति इति चुबुकम् इति यत् साधारणतया राक्षसाणां भूतानां कृते तेषां लक्षणानि जानीमः खलु किमपि अङ्गं सम्यक् भवति इति अत्र बहु पृथुलं भवति अथवा दीर्घं भवति अथवा लम्बितं भवति नेत्रयोः सर्वदा रक्तवर्णः भवति भिन्नभिन्न अवलक्षणानि भवन्ति खलु तेषाम् आम् प्रलम्बचुबुकः अस्तु उत्तमम् स्फुरत् पृथुलशोणलम्बाधरः अधरः लम्बा अपि अस्ति तथा वा अस्ति अनन्तरं पृथुलं बहु घनम् अपि अस्ति इति अधरद्वयमपि पृथु इत्युक्ते बहु विशालम् अथवा उन्नतं किमपि अधिकम् इति अर्थे पृथु इति भवति आयतम् इति शोण इत्युक्ते रक्तवर्णम् रक्तवर्णं परन्तु स्फुरत् इति तत्र स्पष्टरूपेण अस्ति स्फुरति इत्युक्ते तत्तु कम्पमानम् अस्ति इति सः कोपेन आगच्छति खलु भूतः कोपेन आगच्छति चेत् अधरद्वयमपि कम्पमानं भवति अस्तु अरालकचमस्तकः अरालकचमस्तकः मस्तकस्य विषये अरालकच इत्युक्ते केशाः ओ केशाः अरालाः इत्युक्ते वक्रकुन्तल मस्तके तस्य मस्तके साधारणतया राक्षसाणां लक्षणेषु अन्यतमम् अस्ति तेषां सर्वदा वक्रकुन्तलानि एव अनन्तरं तत्तु बहु पिङ्गलवर्णं भवति तेषाम् अक्षिणीपि पिङ्गलवर्णीयानि भवन्ति अनन्तरं केशाः अपि तथा एव इत्युक्ते अधुनापि एतादृशपदं वयं वक्तुं शक्नुमः यस्य तत्र केशाः वक्ररूपेण भवन्ति एषः अरालकचमस्तकः इति वक्तुं शक्नुमः क्षम्यतां महोदयाः अत्र अराल इति उक्तं चेदपि तत्तु सुन्दरतां वर्णयितुमपि तदेव पदम् उपयुज्यते तत्र भीकरता अस्ति भयम् उत्पादयितुं भीकरतां वर्णयितुमपि एतदेव पदं यतः लक्ष्मीमङ्गलस्तोत्राणि इति स्तोत्रम् इति अस्ति तत्र पञ्चविंशति श्लोकानां सङ्ग्रहः एकः अस्ति तत्र लक्ष्म्याः वर्णनं लक्ष्मीदेव्याः वर्णनं कथं भवति इत्युक्ते दिव्यरत्नविमानान्तसिंहासनसरोरुहे निषण्णायै महालक्ष्मी भूयो भूयोस्तु मङ्गलम् इति मङ्गलश्लोकः प्रथमम् अनन्तरं द्वितीयं भवति अरालैः कोमलैः स्निग्धैः बिभ्रत्यै ऊर्मिमत्तटम् इति बिभ्रत्यै मुखशुभ्रांशं मङ्गलं स्यात् गजश्रिये इति अरालैः कोमलैः स्निग्धैः केशैः इति तस्याः वर्णनम् तत्रापि अरालम् इत्युक्ते तत्र कुन्तलं वक्र कर्ली भवति इति तावदेव अरालैः अतः सुन्दरतां वर्णयितुमपि एतत् पदम् उपयुज्यते अत्र तु भीकरताम् आम् अहं बाल्यकाले अरालकचमस्तकः आसम् इति तथा वक्तुं शक्नोमि अहमपि मम केशाः तथा आसन् प्रचलकुन्तल कुन्तलः प्रचल कुन्तलः कुन्तलः इदानीं तस्य कुन्तलमपि चलन्नेव अस्ति इतस्ततः अतः तस्य कोपेन सः शिरः अपि कम्पयति अतः केशाः अपि चलन्तः सन्ति पुनः कुन्तलः इत्युक्ते केशः एव आमां कचा केशः कुन्तलः अस्तु तुन्दिलः तुन्दिलः उदरम् पूर्वमपि आगतं खलु तुन्दिलः इति अतः एव तमिळुभाषायां दुन्दि इति आगतम् अतः अर्थः कः तत्र बृहत् उदरं तस्य बृहत् उदरम् अस्ति लम्बोदरः लम्बोदरः इति तथा महान् अभि महान् अनन्तरम् अभिपतति अये अभिपतति इत्युक्ते आगतवान् इति एव दृश्यते महान् भूतः इति तत्र स्वीकरोतु महान् भूतः कोऽपि क्रियति अभिपतति अये इति भयेन सभयं सर्वे पश्यन्ति खलु सः नन्दः भयेन सभयम् इति पूर्वमेव उक्तं भयेन वदति इति एकक्षणम् अत्र कोऽपि प्रश्नः अस्ति चेत् वियति इत्युक्ते आकाशे वियति वियत् सूर्यचन्द्रौ च नेत्रे इति भवति खलु वियति सप्तमी आम् अस्तु अग्रे विमला भगिनी भवती भव्या भगिनी विमला भगिनी शृणोमि एव उक्तवती खलु अखिला भगिनी एव उक्तवती चिन्ता नास्ति अखिला भव्या अहं वचनानि पठामि महोदय चिन्ता नास्ति अस्तु साटहासं रेरे प्रमत्ताः अत्र ओ इन्द्रः खलु साट्टहासम् एकं निमिषं महोदय अहम् अत्र उद्घाटयामि अहम् अत्र प्रिण्ट् औट् स्थापितवती तत्र अक्षराणि लघूनि सन्ति क्लेशम् अनुभवामि एकं निमिषं क्षम्यतां भव्या भगिनी भवती पठतु इन्द्रः साट्टहासं रे रे प्रमत्ताः बालिश बालकृष्ण प्रेरिताः इदानीं प्रेरिताः इदानीमपि निवेदयामि हितम् इन्द्रदूतोऽहं मा कुर्वन्तु इन्द्रजितस्य पर्वतस्य अभ्यर्चनं कुपिते सति पाकशासने महती विपत् अभिसम्पद्यते पाकशासने इति किं भगिनि पाकशासनः इन्द्रः एव पाकः इति कश्चन राक्षसः आसीत् तं शास्ति इत्युक्ते शिक्षां विदधाति तस्य संहारं करोति वा अथवा संहारं विना केवलं तस्य राक्षसस्य पराजयं कारितवान् वा किमपि भवतु तस्य पाकशासन सः तस्य बलं सर्वं शमयति इन्द्रः अतः सः शासनः इति वदति पाकशासनः इति तथा एव पाकारिः इत्यपि वदति पाकस्य शत्रुः इति पाकासुरस्य शत्रुः इति अस्तु भवतु अत्र अस्मिन् वाक्ये केनापि प्रश्नः कोऽपि न पृष्टः अत्र प्रश्नः अस्ति महोदय अत्र इन्द्रजितस्य पर्वतस्य तदेव अहं प्रतीक्षां कुर्वती आसम् भवती एव समाधानं वदतु तत् समीचीनमेव समाधानं वदतु न जानामि मा कुर्वन्तु इन्द्रजितस्य पर्वतः इन्द्रः एव इन्द्रजितस्य पर्वतानां किल तत्र भवती भगिनी तत्र तृतीया तत्पुरुषसमासं करोतु इन्द्रेण जितः पर्वतः इन्द्रजितः पर्वतानां पक्षाणि आसन् पूर्वं ते कर्तितवान् इति कर्तयति खलु सर्वेषां पर्वतानाम् अधिकपक्षपर्वतानाम् अतः सः इन्द्रः इन्द्रेण यः पर्वतः जितः सः पर्वतः गोवर्धनपर्वतः तस्य विशेषणम् इन्द्रजितस्य पर्वतस्य अभ्यर्चनं तथा भवति चेत् इन्द्रस्य कोपं भवति खलु तदेव अन्यथा इन्द्रजित् इति नामरीत्या संज्ञापदरीत्या पदं स्वीकुर्मः चेत् षष्ठीभक्तिः इन्द्रजितः तावदेव अत्र इन्द्रेण जितस्य इति पर्वतस्य विशेषणम् अस्तु परन्तु तत्र इन्द्रजित् पदस्य कथं महोदय सः रावणस्य परन्तु तत्र कथं भवति इति विग्रहवाक्यं कथं भवति इन्द्रजित् सः प्रसङ्गः अत्र नास्ति एव नास्ति परन्तु पदस्य विषये इन्द्रजितः इन्द्रजित् इन्द्रजितौ इन्द्रजितः इति मरुत् शब्दवत् न परन्तु विग्रहं कथं तत्र अहं न स्मरामि इन्द्रं जितवान् इति सः पूर्वं तस्य नाम मेघनादः इति आसीत् सः इन्द्रं जितवान् पूर्णतया पराजित्य तं बद्ध्वा आनीय लङ्कायां कारागृहे स्थापितवान् मेघनादः रावणस्य अतः सः इन्द्रं जितवान् पराजितवान् इति कारणात् तस्य इन्द्रजित् इति नाम आगतम् इन्द्रजित् तत्र इन्द्रं जितवान् इति इन्द्रजित् तावदेव अत्र तु इन्द्रेण जितस्य पर्वतस्य इति तृतीया तत्पुरुषः अग्रे पठामि इदानीं कृष्णः वदति सहासं को भवान् पुनर्ब्रूहि किम् इन्द्रदूतो असि भवतु नाम स्याध्यति इन्द्र इति कोऽपि स एव आगच्छतु अत्र एवं पठतु किम् इन्द्रदूतोऽसि भवतु नाम स्याद्यदि इन्द्रः इति कोऽपि सः अत्र आगच्छतु सः एव आगच्छतु स दण्डपीडं रे बालिश बालोऽपि प्रगल्भ इव प्रजल्पसि भवतु नाम रे रे व्रजौकसः व्रजौकसः कृष्णवशवर्तिनः अनुभवन्तु नाम फलमेतस्य इति अन्तर्दधाति इन्द्रः अन्तर्दधाति आगत्य अत्र सदन्तपीडम् इत्यस्य अर्थम् अवगतवन्तः खलु दण्डं स्वीकृत्य तत्र दन्तपीडं दन्तपीडम् इत्युक्ते बहु कोपेन तस्य दन्ताः चलन्ति बलेन घर्षयन् अत्र वज्रौकसः इति व्रजौकसः व्रजौकस व्रजति अस्तु अस्तु व्रजे वासं कुर्वन्ति इति औकस् इत्युक्ते गृहं वासस्थलम् इति तत्र वासं कुर्वन्ति इति व्रजौकसः वने निवसन्ति चेत् वनौकसः स्वर्गे देवतानां किं वदामः दिवौकसः भवितुमर्हति तथा ओकस् इति पदस्य अस्तु सर्वे सभयं कृष्ण का गतिः कुपितः पाकारिः कुपितः पाकारिः तत्तमेव यजामः मा निवारय नन्दः वत्स अलम् अभिनिवेशेन इति कृष्णम् अवतारयति अत्र अभिनिवेशः इत्यस्य अर्थं जानन्ति खलु अभिनिवेशः इत्युक्ते आग्रहः इति सः कृष्णः बहु दृढतया एवं कुर्वन् अस्ति खलु इन्द्रस्य पूजा मास्तु गोवर्धनगिरेः पूजा एव करणीया इति तत्तु पुनः पुनः वदति यतः तस्य आग्रहः इति वदामः अलम् अभिनिवेशेन इति नन्दः वदति. इन्द्रस्य इन्द्रः कुपितः भवति चेत् महान् अपायः भवति इति सः उक्तवान् इन्द्रः. कृष्णवशवर्तिनः भवन्तः अनुभवन्तु नाम फलम् एतस्य फलम् अस्तु. बाहुम् उद्यम्य उच्चैः अलं साध्वसेन कुर्वन्तु भवन्तः पर्वतपूजां द्रक्ष्यामः तावत् इन्द्रः किं करिष्यति इति. सर्वे यद्यापदेदापद् इत्युक्ते यदि सर्वे वदन्ति अत्र साध्वसेनः इति कोऽपि जनः इति वा किम् अत्र साध्वसेनः इत्युक्ते कोऽपि जनः साध्वसः इत्युक्ते भयम् ओ क्रियाविशेषणं भगिनि तत्र भयम् इति संज्ञापदं भवति एव अत्र क्रियाविशेषणं न अलम् इति पदस्य प्रयोगे द्वितीया वा भवति तृतीया भवति. इदानीं कोपेन अलं कोलाहलेन अलम् इति भवति उपपदविभक्तीनां प्रयोगः तथा अत्र तृतीया विभक्तिः अलम् इति प्रसङ्गे तृतीया विभक्तिः. तर्हि किं साध्वस् इति पदं किं तत्र साध्वसः साध्वस् इति न भवति साध्वसः इति भयम् इति पदं नपुंसकलिङ्गं भवति चेदपि आकारान्तमेव अतः एव साध्वसेन इति अस्ति. तेन क्रियाविशेषणं न भवति वा महोदय अत्र न क्रियाविशेषणस्य सम्भवः एव नास्ति खलु अत्र अलम् इति पदस्य केवलं क्रियां विना क्रियापदं विना एव अर्थः भवति. अलं साध्वसेन इत्युक्ते इदानीं वदामः चेत् ऑफ युवर् एङ्गर् इति किमपि तत्र क्रियापदं नास्ति खलु अलं क्रोधेन अस्तु अस्तु अहम् अलं पदं न दृष्टवती तदेव मम दोषः क्षम्यताम्. तत् भवत्याः पुस्तकं भिन्नं वा न न मम अहं प्रिण्ट् औट् अस्ति मम समीपे लघु लघु अक्षराणि सन्ति अस्तु अस्तु अग्रे अहं पठामि. उरसि हस्तम् आधाय अहम् अस्मि निवारयामि प्रवर्तयतां सपर्या प्रवर्त्यतां कर्मणि प्रयोगः सपर्या प्रवर्त्यतां सपर्या पूजा इति अत्र सर्वे साक्षात् पुष्पाञ्जलय भगिनि भगिनि साक्षात् नास्ति साक्षत साक्षत साक्षत साक्षत पुष्पाञ्जलयः सध्यानं पर्वताभिमुखं तिष्ठन्ति. साक्षत पुष्पाञ्जलयः इत्युक्ते हस्ते अक्षताः गृहीत्वा पुष्पं पुष्पेन सह पुष्पैः सह अक्षताः गृहीत्वा अञ्जलिबद्धाः भूत्वा सध्यानं ध्यानं कुर्वन् पर्वताभिमुखं तिष्ठन्ति. कृष्णः साक्षत पुष्पाञ्जलिर्भूत्वा सर्वैरपि उच्चैर् उच्यताम् गोवर्धनगिरे गोवर्धनगिरे नित्यं सार्थयन् भवदाह्वयं तृणकाष्ठाम्बुदाता त्वं रक्षास्मानक्षतां शिरम् पुनः गोवर्धनगिरे नित्यं सार्थयन् भवदाह्वयं तृणकाष्ठाम्बुदाता त्वं रक्षास्मानक्षतां शिरम् गोवर्धनगिरे हे गोवर्धनगिरे नित्यं सार्थयन् भवत् भवदाह्वानं आह्वयं सार्थयन् तृणकाष्ठाम्बुदाता त्वं रक्षाः रक्ष अस्मान् क्षतां शिरम् अक्षतान् चिरम् इति भवति अत्र नकारस्य स्थाने अनुस्वारः भवति अनन्तरं शकारस्य आगमः तान् प्लस् तान् भवति चेत् तांस्तान् इति भवति खलु, तथा अक्षतान् चिरम् इति. त्वं त्वं तृणकाष्ठाम्बुदाता अस्मान् चिरं रक्षत् चिरं रक्ष रक्षः इति अस्मान् रक्षः इति. अत्र इतोपि एकं द्वितीयपदमस्ति अस्मान् अक्षतान् चिरं रक्ष. अनन्तरं नित्यं भवत् आह्वयं सार्थयन् इति अस्ति भगिनि, न अवगच्छामि. भवदाह्वयम् इत्यस्य अर्थः कः? भवतः आह्वानम् इति वा? न न न, नाम आह्वयम् इत्युक्ते नाम. तस्य नाम किं? गोवर्धनगिरेः गोवर्धनः इति. तस्य अर्थः कः भवति? गवां रक्षकः, गवां वर्धने तत्परः, गवा गाः वर्धयति, अतः गोवर्धनः. आनन्दवर्धनः इत्युक्ते आनन्दं वर्धयति इति आनन्दवर्धनः. तथा गोरक्षकः गवां रक्षकः वर्धनं करोति इति गोवर्धनः इति. तदेव तस्य नाम. तत् सार्थयन् अर्थपूर्वं पूर्णं करोति खलु. इदानीम् अस्मान् रक्ष इति किमर्थं वदति? वयं गोपालकाः, अस्माकं सर्वम् अस्माकम् ऐश्वर्यं केवलं गावः एव, अतः गोधनम् एतत् रक्ष. कथं रक्ष इत्युक्ते अक्षतान् रक्ष इत्युक्ते किं कापि हानिः यथा न भवेत् तथा अक्षताम्. क्षत इत्यस्य अर्थः व्रणम् इति, बाधा पीडा इति अर्थः. अक्षतान् इत्युक्ते पीडारहितान् कृत्वा रक्ष, तथा किञ्चिदपि अस्माकं क्लेशः यथा न भवेत् तथा कृत्वा रक्ष इति अर्थः. अवगतं? तृणकाष्ठाम्बुदात जानन्ति सर्वे. पर्वतस्य कृते पर्वतस्य प्रयोजनानि यथेच्छं भवति खलु. अतः अम्बु ददाति, जलं ददाति, काष्ठं ददाति, आहारं ददाति, गवां कृते तृणं ददाति. अतः सर्वेषां दाता. अग्रे अग्रे भगिनी सन्ध्या भगिनी, अनन्तरं लक्ष्मीनारायणः पठति. किम् इतोपि का अस्ति? भव्या अखिल पठितवत्यौ, विमला भगिनी पठितुं न शक्नोति इदानीम्. अस्तु, अतः सन्ध्या, अनन्तरं लक्ष्मीनारायणः, प्रसादः वा कोऽपि. अन्यत् दिव्यं ओ सर्वे उच्चैरुक्त्वा पुष्पाञ्जलिं पर्वतोपरि विकिरन्ति. कृष्णः अन्यत् दिव्यं रूपं परिगृह्य पर्वतोपरि स्थित्वा गोवर्धनोऽहमश्न अश्नामि इति बाहुलयुगलं प्रसार्य अन्यत् रूपं स्वीकरोति कृष्णः. पर्वतोपरि स्थित्वा बृहद् रूपं प्राप्य गोवर्धनः अहमेव गोवर्धनः इति उक्त्वा अश्नामि, सर्वम् अन्नम् अश्नामि इति, भवतां नैवेद्यं सर्वम् अहं किञ्चित् अश्नामि खादामि इति बाहुयुगलं प्रसार्य तत्रस्थं पक्वपदार्थम् आदाय अश्नाति. अग्रे कोऽपि पश्यन्तु भवन्तः, साक्षात् अस्मद्देवता अस्मद्देवतेयम् अङ्गीकरोति सर्वमपि. इयम् अङ्गीकरोति सर्वमपि इति दर्शयति कृष्ण. सर्वे सानन्दं प्रियं नः प्रियं नः इति पर्वतं प्रदक्षिणीकुर्वन्ति. गोप्यः ग्राम्यगाथाः गायन्ति. गगने स्फूर्जथुः. सर्वे सावेगं पश्यन्ति. अत्र ग्राम्यगाथा इति अस्ति, तत्र ग्राम्यगाथा इति. गाथाः इत्युक्ते गीतयः एव, गीति इति. तत्र तु तत्र फोक् म्यूसिक् रीत्या भवति तत्तु ग्राम्यगाथाः इति तस्य तत्र धकारः आवश्यकः किं महोदय धकारस्य स्थाने वा अथवा एतदेव पदं गाथा इति स्त्रीलिङ्गपदम् अतः बहुवचने द्वितीयविभक्तौ गाथाः इति गाथाः इत्यनेन भवितव्यं किं गाथाः इत्यस्य अपेक्षया इति किमर्थं मया सम्यक् न अवगतः प्रश्नः गाथाः एव पदं महोदय गाथाः इति नास्ति कथाः इव इति भवती चिन्तयति वा न गाथा गायति अस्माकं गीते अपि आगच्छति गोप्यः इत्यस्य विशेषणं तावदेव गातां गायति गविवाणी कविवाणी इति सर्वम् आगच्छति खलु अत्र प्रश्नः ग्राम्य इत्यत्र वा गाथाः इत्यत्र वा गाथाः इत्यत्र गाथाः इत्यत्र कः सन्देहः महाकारः भवति खलु तकारः भवति अत्र तु दकार गाथा इति भव तदपि भवति गाथा अपि भवति गाथा अपि भवति अस्तु अग्रे गगने स्फूर्जतुः इति स्फूर्जतुः इत्यस्य अहं पठितम् एकवारं दृष्टवती मया विस्मृतं तस्य भवद्भिः लभ्यते चेत् तदपि प्रयत्नं कुर्वन्तु स्फूर्जतुः इति स्फूर्जति इति अस्ति अत्र पुल्लिङ्गपदम् इति दृश्यते कल्पद्रुमे स्फूर्जतुः इत्युक्ते स्फूर्जतुः इत्युक्ते पुल्लिङ्गपदं तत्तु संज्ञापदं नौण्डर् इति अस्ति तडितः शब्दः तडितः शब्दस्य स्फूर्जतुः इति नाम वज्रपातजनितशब्दः इति शब्दः एव वज्रपातशब्दः यदा यदा तडित् भवति प्रकाशते तत् झटिति तत्र गर्जनमपि भवति खलु मेघगर्जनमपि तस्य शब्दः तर्हि पर्यायपदं मेघगर्जनम् इति स्वीकृत्य मेघगर्जनमेव मया संस्कृते अहं मेघगर्जनम् इत्यस्य पर्यायपदं मया न पठितं न दृष्टं कुत्रापि प्रायः भवेत् अन्यत् नाम प्रायः इदानीं भवतु इदानीं वयं प्राप्तवन्तः स्फूर्जतु इति तदेव एकं पदं भवति अर्थवती अस्तु अग्रे बलरामः वदति कृष्ण किन्नु खल्विदं समन्तात् गर्जन्तो वियति निबिडा नीलकुटिलाः स्फुरद्विद्युद्दीप्रा विततवपुषो लम्बशिखराः तत्र छन्दस्न क्रमारूढादिभ्यः प्रबलपवनान्दोलिततटाः गजाभाजीमुतानुतिमिरन्त्यत्यभुवनम् मालिनी इति चिन्तयामि शिखरिणी इति पुनः एकवारं पठतु समन्तात् गर्जन्तो वियति निबिडा नीलकुटिलाः स्फुरद्विद्युद्दीप्रावितवपुषोलम्बशिखराः क्रमारूढादिभ्यः प्रबलपवनान्दोलिततटाः गजाभाजीमूता ननुतिमिरयन्त्यद्य भुवनम् समन्ताद्गर्जन्तो वियति निबिडा नीलकुटिलाः स्फुरद्विद्युद्दीप्रा विततवपुषो लम्बशिखराः क्रमारूढादिख्य प्रबल पवनान्दोलित तटाः गजाभाजी मूतो ननु तिमिरयन्त्यद्य भुवनम्। मम तु आश्चर्यं भवति इदानीं प्रथमवारं किमर्थं न एवं पठनं कृतं, द्वितीयवारं झटिति तथा एव सम्यक् रीत्या एव पठितुं, प्रथमवारमेव एवं पठितुं शक्यते खलु, एकवारं मनसि किञ्चित् पठन्ति तथा अभ्यासं कुर्वन्तु सर्वे। अस्तु। समन्तात् गर्जन्तः वियति निबिडा नीलकुटिलाः स्फुरत् विद्युत् दीप्रा दीप्राः वितत वपुषः लम्बशिखराः क्रमारूढाः दिग्भ्यः प्रबलपवनान् दोलिततटाः अथवा प्रबलपवनान्दोलिततटाः एकमेव गजाभाः जीमूताः ननु तिमिरयन्ति अद्य भुवनम्। उत्तमं। तर्हि गजाः इत्युक्ते गजरूपेण जीमूताः तिमिरयन्ति भुवनं तिमिरयन्ति ननु तिमिरयन्ति इति अन्धकारं कुर्वन्ति, अन्धकारम् आनयति भुवनम्, अतः एव अत्र नामधातुः भुवनं तिमिरयन्ति। तिमिरम् इत्युक्ते अन्धकारः खलु, तिमिरयन्ति इति नाम यङ्लकारः, यङ्लकारः। अपि च कीदृशाः जीमूताः इति सर्वत्र मेघानां विशेषणानि एव, अत्र तु बहुत्र बहुत्र समासः एकः भवति, कः समासः? तत्र कर्मधारय कर्मधारे अपि अस्ति, बहुत्र बहुव्रीहिः भवति। ओ बहुव्रीहिः, आम्। यतः इदानीं लम्बशिखराः इति भवति चेत् अत्र शिखराणां वर्णनं न, शिखराणि शिखराणि यस्मिन् तत् इति भवति, अतः बहुव्रीहिः भवति, तत्तु जीमूताः। दिक्भ्यः क्रमारूढाः क्रमेण आरूढाः सन्ति, एकम् एकमपि पदं स्वीकृत्य अर्थम्। अस्तु अस्तु। समन्तात् गर्जन्तः, समन्तात् इत्युक्ते इदानीम् अधुना गर्जन्तः वियति आकाशे निबिडाः घनाः इति चिन्तयामि, नीलकुटिलाः नीलवर्णे वर्णाः तत्र सर्वे सर्वत्र जीमूताः मेघाः जलपूर्णाः सन्ति, अतः एव नीलवर्णाः वर्णीयाः। अनन्तरं भिन्नभिन्न आकारे वर्तन्ते भयम् उत्पादयितुम्, अतः कुटिलाः, नीलाः कुटिलाः अपि नीलकुटिलाः। अस्तु। अनन्तरं स्फुरत् विद्युत् दीप्राः, मध्ये मध्ये मध्ये मध्ये मेघानां गर्जनेन सह तत्पूर्वं विद्युत् अपि विद्युतः अपि प्रकाशन्ते, स्फुरन्ति, अतः किं भवति यदा यदा विद्युतः प्रकाशनं भवति तदा मेघ नीलवर्णमेघाः बहु अन्धकारं जनयति चेदपि यदा यदा विद्युतः प्रकाशः भवति तदा मेघे किं भवति प्रकाशः आगच्छति, अतः मेघाः किं विद्युता दीप्राः भवन्ति, प्रकाश्यमानाः भवन्ति मेघाः, अतः स्फुरत् विद्युत् दीप्राः। वितत वपुषः तत्र तत्र वितत प्रायः बहु आयतम् इति बृहदाकार वपुः इति मेघस्य वपुः इति केवलम् आकारम् एव वपुः इति वदन्ति, वितत वपुः बहु बृहदाकारे मेघाः सन्ति इति। लम्बशिखराः विततानि विततानि वपुंषि येषां ते वितत वपुषः। अनन्तरं क्रमारूढाः क्रमेण आरूढाः, एकस्य उपरि अन्यमेघः अस्ति, न न क्रमेण आरूढाः दिग्भ्यः सर्वाभ्यः दिग्भ्यः क्रमेण अत्र आगत्य एकत्र मिलित्वा आरूढाः भवन्ति वियति. अनन्तरम् अत्र कश्चन विषयः भवति लम्बशिखराः इति. अत्र शिखराणि मेघे कथं भवितुम् अर्हन्ति? तदपि लम्ब इति अस्ति. लम्ब लम्बित इत्युक्ते मेघाः इदानीं भूम्याः समीपम् आगतवन्तः इति, अतः लम्बमानाः सन्ति ते. यथा लम्बमानाः भवन्ति मेघानां शिखराणि अधोमुखानि भवन्ति, अतः लम्बशिखराः. दिग्भ्यः क्रमारूढाः पठितवन्तः तथा वा महोदय? क्षम्यतां, मेघदूते तत्र अपि किञ्चित् पठितवन्तः खलु? परन्तु तत्र तु भीकरता नास्ति, सुन्दररूपेण सुललितरूपेण भवति तत्र. शरत्कालमेघः तत्र बहु लघु भवति, श्वेतवर्णीयः भवति. अत्र तु किञ्चित् भयानकं. तर्हि प्रबल पवनान्दोलित तटः, तर्हि प्रबलेन पवनेन तटः आन्दोलितः इति कम्पितः भवन्ति. तत्र मेघाः एव एवं स्निग्धाः भवन्ति चेदपि पवन प्रबलपवन वायुः भवति, अतः मेघानां तटानि अपि आन्दोलितानि भवन्ति. अतः प्रबलपवनात् आन्दोलिततटानि येषां ते मेघाः, प्रबलपवनान्दोलिततटाः. अस्तु, गजाभाः गजाः इव बृहदाकारयुक्ताः जीवुक्ताः. ननु तिमिरयन्ति अद्य भुवनं सर्वत्र अन्धकारः. अस्तु, अग्रिमश्लोकं केन क्रियते? अस्तु, नन्दः सावेगं. कृष्ण किं कुर्मः, पश्य तावत् झञ्झावात विलोलाग्राः भग्नशाखाः महारवाः पतन्ति भ्रामितोद्बुध्नाः महावृक्षाः महीतले. झञ्झावात विलोलाग्राः भग्नशाखाः महारवाः पतन्ति भ्रामितोद्बुध्नाः महावृक्षाः महीतले. तर्हि झञ्झावात विलोलाग्राः भग्नशाखाः महारवाः पतन्ति भ्रामितोद्बुध्नाः महावृक्षाः महीतले. तर्हि महावृक्षाः पतन्ति, महीतले पतन्ति इति. तर्हि ते महावृक्षाः झञ्झावातेन विलोलाग्राः, तेषाम् अग्रभागाः विलोलिताः झञ्झावातेन, इतस्ततः चलन्तः सन्ति इति. अस्तु, अनन्तरं झञ्झावातेन एव शाखाः भग्नाः वृक्षाणां, तेन झञ्झावातेनैव पुनः शाखानां तत्र रवः बहु अधिकः भवति इति महारवाः. अनन्तरं भ्रामितोद्बुध्नाः भ्रामित उद्बुध्नाः इति प्रबलवातः भवति, वायुः भवति चेत् बहु वेगेन, वयमपि इदानीन्तनकाले अपि वयं सर्वत्र दृष्टवन्तः, यदा यदा चण्डमारुतः भवति मूलसहितं उत्पाटनं प्राप्य वृक्षाः पतन्ति खलु, मूलसहितं पतन्ति, अतः एव उद्बुध्नाः इति. मूलसहितं नाशं प्राप्य ते महीतले महावृक्षाः महाशब्दम् अपि कुर्वन्तः पतन्ति इति, यतः प्रचण्डवातस्य कारणेन इति. भग्नशाखः अपि भूत्वा भ्रामितः भ्रमणं प्राप्य उद्बुध्नाः मूलसहितं नाशं प्राप्य महीतले पतन्ति. तर्हि उद्बुध्नाः इत्युक्ते उन्मूलिताः इति. उन्मूलिताः, आम्, उत्तमम्. अस्तु, तर्हि महीतले एते महावृक्षाः पतन्ति इति. इतोपि पञ्चनिमिषान् यावत् पठितुं शक्नुमः वा? लघु लघु श्लोकाः एव अत्र एकैकः एकमेकं श्लोकं करोति चेत् दशश्लोकान् पठित्वा वयं विरमामः, केवलं द्वयं शक्यते किम्? सकम्पं कृष्ण किं न पश्यत्, वृद्धः वदति एकः, सकम्पं कृष्ण किं न पश्यसि, शुण्डानिभाम्बुधाराभिः धरेयं धरेयं श्वभ्रसङ्कुला, धराधरोऽपि रैतीव रौतीव धराधरोऽपि रौतीव सारवैर्निर्झरैर्निर्झरैरयं, शुण्डानिभाम्बुधाराभिः धरेयं श्वभ्रसङ्कुला, धराधरोऽपि रौतीव सारवैर्निर्झरैरयं। तदा श्लोकपठनसमये सन्दीपिकः न करणीयः, अत्र शुण्डानिभाम्बुधाराभिर्धरेयं शुभ्रसङ्कुला इति युगपदम्। शुण्डानिभाम्बुधाराभिर्धरेयं शुभ्रसङ्कुला, धराधरोऽपि रौतीव सारवैर्निर्झरैरयं, शुण्डानिभाम्बुधाराभिः अम्बुधाराभिः अम्बुधाराभिः वा, शुण्डानिभाम्बुधाराभिः। ओहो, शुण्डानिभा इति पदं वा तत्र? निभा इति इत्युक्ते न, तत्र समासः भवति, शुण्डासदृशाः इति अर्थः, शुण्डानिभाः अम्बुधाराः इति विग्रहवाक्ये, तत्र समासः भूत्वा शुण्डानिभाम्बुधारा इति, तत्र विभक्तेः लोपः भवति खलु, अतः शुण्डानिभा अम्बुधाराभिः इति भवति, सन्धिः भूत्वा शुण्डानिभाम्बुधारा, शुण्डानिभाम्बुधाराभिः धरेयं श्वस्त्रसङ्कुला, धराधरः अपि रौती इव सारवैः निर्झरैः अयं, सारवैः निर्झरैः अयं रौती इव धराधरः अपि, किं क्रियापदं, रौती वा, रौती रौती, अहो अस्तु, धराधरः कः? विष्णुः वा? न, अत्र अत्र गोवर्धनगिरि एव धरां धरति इति पर्वतानां भूधरः धराधरः इति नाम भवति, महीधरः इति गोवर्धनगिरिः एव। अत्र धरा इयं शुभ्रसङ्कुला अस्ति, भूमिः शुभ्रसङ्कुला, शुभ्र इत्यस्य अर्थः कः? शुभ्रः इत्युक्ते रन्ध्राः इति, रन्ध्रम्। इदानीं बहु वायोः प्रभावः, मेघस्य प्रभावः अत्यधिकभयङ्कररूपेण भवति इति कारणात् इदानीं वृष्टिः अपि आरब्धा। ओ, इत्युक्ते धाराभिः, वृष्टिधारा कथम् अस्ति? अस्तु, अत्र शुण्डानिभाः सन्ति, अम्बुधाराः, जलधाराः, गजस्य शुण्डावत् तावत् स्निग्धः अस्ति, घनः अस्ति, घनाः सन्ति धाराः, जलधाराः, वृष्टिधाराः, ताभिः इयं धरा कथं वर्तते? रन्ध्रपूर्णा दृश्यते इति, रन्ध्रपूर्णा, यतः ताडनं अधिकरूपेण ताडनं भवति खलु, उपरि उपरिष्टात् शुण्डासदृशघनाः जलधाराः पतन्ति चेत् भूमेः किं भवितुम् अर्हति? रन्ध्राः भवितुम् अर्हन्ति, अतः तथा दृश्यते इति अर्थः। अत्र साधारणतया तस्य किं वदामः, हिमखण्डः वृष्ट्या सह आगच्छति कदाचित् खलु डायलस् मध्ये प्रतिवर्षं भवति तत्र द्विवारं तत्र तु बहु उपरिष्टात् अधः आगच्छति पतति तदा एव तस्य प्रमाणं भवति एकं टेनिस् बाल् सदृशं भवति इत्युक्ते तत् पतनसमये यस्मात् स्थलात् पतति तत्र इतोपि बहु बृहत् भवति खलु तथा कार्वाहनस्य काचः अस्ति खलु काचः तत् तस्य उपरि बलेन बहु अपघाताः भवन्ति बहवः पदे पदे तथा तत्तु अत्र तु तादृश केवलं धाराभिः एव भूमौ रन्ध्राः भवन्ति इव रन्ध्रसहितं भूमिः इव दृश्यते इति पुनः धराधरोपि रौति इव क्रन्दति इव पर्वतः गोवर्धनपर्वतः इव अपि क्रन्दति क्रन्दति एव सारवैः निच्छरैः अयं धराधरः अपि रौति इत्युक्ते सारवैः इत्युक्ते शब्देन सह रवः इत्युक्ते शब्देन सारवैः शब्देन सह उच्चैः ध्वनिना सह यत् किमर्थं तादृश शब्दः इत्युक्ते निर्जराः भवन्ति खलु अतः एव पर्वते वृष्टिः भवति चेत् तत्र तत्र जलपाताः भवन्ति खलु ते एव निर्जराः अतः पर्वतः अपि भयेन वा दुःखेन वा रौति इव भासते इति अर्थः अयं धराधरोऽपि रौति सारवैः निर्जरैः रौति इव भासते महोदय तत्र किमर्थं दीर्घः अस्ति सारवैः सरवैः न भवति आरवः अपि भवति रवः इत्यपि ध्वनिशब्दः एव आरवः इत्यस्य अपि शब्दः इत्येव अर्थः अतः स आरवैः अतः एव दीर्घः अभवत् अकारः नास्ति चेत् आकारः नास्ति चेत् सरवैः तवदेव स रवैः सानन्दम् इति वदामः खलु आनन्देन सह इत्युक्ते स आनन्दम् इति सवर्णदीर्घसन्धिः भवति तथापि स आरवैः दशमं श्लोकं पठतु तदनन्तरं विरमामः कोऽपि अन्यः पठति वा गावो वर्षः था कृष्ण धारा पञ्चरमध्यगाः उत्पुच्छा मन्दमायान्ति पार्श्वमानतकन्धराः गावो वर्षः था कृष्ण धारा पञ्जरमध्यगाः उत्पुच्छा मन्दमायान्ति पार्श्वमानतकन्धराः गावः वर्षहताः कृष्ण धारापञ्जरमध्यगाः उत्पुच्छाः मन्दमायान्ति पार्श्वम् आनतकन्धराः मन्दम् आयान्ति पार्श्वम् आनतकन्धराः हे कृष्ण वर्षहताः गावः तत्र वृष्टिः वृष्ट्या इति अर्थः वा महोदय वृष्ट्या ताडिताः गावः वृष्ट्या ताडिताः गावः इदानीं धारापञ्जरमध्यगाः पञ्जर अत्र तु रिप्केज् वा महोदय अत्र पञ्जर इति पञ्जरम् इति बृहत् आवरणम् इति भावयतु यतः सर्वत्र वृष्टिः एव अस्ति अतः धाराभिः धाराणां पञ्जरम् इव वर्तते सर्वत्र अतः तत्र मध्यगः तत्र मध्ये प्रविष्टवत्यः बहु कुत्र रक्षणार्थं कुत्र गन्तव्यम् इत्यपि न जानन्ति, अतः भयेन कथं भवन्ति ते उत्पुच्छाः. साधारणतया भयेन धावन्ति चेत् गावः पुच्छान् उन्न उपरि उपरि एव स्थापयन्ति भयेन, अतः उत्पुच्छा वेगेन धावन्ति अपि च. अत्र वेगः नास्ति, मन्दमेव आयन्ति, अतः धारा वृष्टिः अस्ति इति कारणात् मन्दमेव आयन्ति. कुत्र पार्श्वम् आयान्ति आनत कन्धराः, तत्र कन्दरम् इत्युक्ते तत्र नेक् इति वदामः खलु, तत् ग्रीवाः ग्रीवाः, अतः नतमानाः ते सर्वे आनतः सन्ति, अतः उपरि द्रष्टुं न शक्नुवन्ति. वृष्टिः तावता वेगेन आगच्छति खलु, अतः उपरि द्रष्टुं न शक्नुवन्ति, अतः आनतकन्दराः ग्रीवाभङ्गं कुर्वन् आनताः पार्श्वं आगच्छन्ति आयान्ति आगच्छन्ति. अस्तु, अत्र विरमामः. दशमः श्लोकः पठितः. अस्तु महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. धन्यवादाः महोदय. धन्यवादाः महोदय. शुभरात्रिः. महोदयाः Zoom व्यवस्थायाः कृते धन्यवादः. सम्यक् अस्ति, सर्वेषां मुखानि अपि अहं द्रष्टुं शक्नोमि. उत्तमं, धन्यवादः. दिनानि अतीतानि विमला भगिनीम् अहं न दृष्टवती एव. अहं मिलितवती महोदये. जाह्नवी आगतवती सा, तत् बहु वर्षत्रयात् पूर्वम् इति मन्ये. तदा मां दृष्टवती भवती, इदानीं पश्यति चेत् मम वृद्धाप्यं सम्यक् दृश्यते खलु. अत्रापि तदेव स्थितिः महोदये. परन्तु भवत्याः दर्शनं नास्ति महोदय अद्य. भवत्याः दर्शनम् अवश्यं. किमर्थं केमरा न, भवन्तः किमर्थं न उक्तवन्तः? तत्र तस्य चिन्तनमेव नास्ति मम मनसि. यदा वर्गः प्रारभ्यते झटिति साक्षात् अहं पाठस्य प्रारम्भमेव करोमि. मया न चिन्तितं, भवन्तः अपि न उक्तवन्तः. चिन्ता नास्ति, एकसप्ताहं यावत् भवति चेत् इतोपि किञ्चित् वृद्धापि अस्तु. शुभरात्रिः. धन्यवादः महोदय.